नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे लुङ् लकारः कर्मणि भावे च इति गतसप्ताहे आकारान्त धा धातोः विषये चिन्तनं कृतवन्तः। अत्र चत्वारि सूत्राणि सन्ति, तदेव एकवारं दृष्ट्वा अग्रे इदानीम् ईकारान्तं गच्छामः। तत्र यदा वयं तत्र रूपं साधयामः सर्वत्र तत्र लुङ् लङ् लुङ् शुष्वडुदातः इत्यनेन आडागमः भवति एव। ता गौरिच्च इति ता धातुः भूसंज्ञकानाम् अन्न धातूनामेव अन्त्य अलः ह्रस्व इकारादेशः भवति, अतः दा धातोः विषये तस्य प्रसक्तिः आसीत्। यदा स्ता धातोः रूपं साधयामः तत्र पुनः तदा गच्छति स्ता गौरिच्च इति सूत्रम्। अनन्तरम् इणः शीध्वं लुङ् लिटां दो अङ्गात् इति सूत्रमस्ति, अनेन इणन्त अङ्ग उत्तरस्य शीध्वं लुङ् लुङ् इत्येव अस्माकं प्रसङ्गः। तत्र सम्बन्ध धकारस्य स्थाने मूर्धन्य आदेशः भवति, तदेव अस्माकं मध्यमपुरुष बहुवचने ईट्वम् इति रूपम्। विभाषेतः इति समानकार्यमेव परन्तु विकल्पेन भवति, तत्र निमित्तमस्ति इन्तरः यः इट्, तत्र शीध्वम् इत्यत्र तु मूर्धन्य आदेशः विकल्पेन भवति इति। अनन्तरं ह्रस्वातङ्गात् इति सूत्रं, ह्रस्वातङ्गात् चिचः लोपः भवति जलिपरे, तत्र सिच् इत्यस्य कार्यं, तत्र तु एय्ट् टु इति अस्ति, त्रिपादिसूत्रमस्ति, अतः तस्य प्रसक्तिः कुत्र भवति इत्येव अद्य तस्य चिन्तनं पुनः भवति। गतसप्ताहे तस्य चिन्तनमेव आसीत्, तत्र सस्य इत्युक्ते किम् इति, तत्र मतभेदः अस्ति इति सर्वं तत् दृष्टवन्तः। इदानीं किञ्चित् अग्रे सरामः। इकारान्त ईकारान्तदातवः इति उषा भगिनी तद् पठति वा? इकारान्ताः ईकारान्ताः च धातवः। छिङ् धातुः अनिट्, छिङ् धातुः अनिट्। रूपाणि परिशीलनीयानि। अचोन्निति अजन्तस्य अजन्तस्य अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति णिति प्रत्यये परे। अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः ङिति णिति। अस्तु भगिनि, तत् सूत्रं बहुवारं दृष्टवन्तः। उकारान्ताः छिङ् धातुः, ओके, अचोञ्ज् निति, ओके, छिङ् योगः लुङ् कर्मणि भावे, तत्र रूपं रूपं तद् सिद्धरूपम् अस्ति किल पूर्वम्, ई सा अनिट् अस्ति किल, अतः स्त दट् इस् कर्तृत्वे, ओके, कर्मणि भावे ई साता सत सिद्धतिङ् प्रत्ययः कर्मणि भावे, ओके, अनिट् सिच् प्रत्ययेन निष्पन्नाः ई सातां सत स्थाः साथां द्वं सी स्वहि महि। छिङ् इति धातुः छी इत्यस्य कृते सुप्रथमम् अडागमः अचि योगः ई चिन्वद्भावा, चिन्वद्भावा भगिनि, चिन् एव चिन् इति एव प्रत्ययः किल, अतः तदेव तकारः इति, ओके, देन् चि योगः ई णिति णिति प्रत्यय, णकारः इत् संज्ञा अस्ति, वृद्धिः भवति छी छी इति छै इति भवति, छै योगः ई, छै योगः ई, छै योगः ई, एनि अदर् सूत्र आतो युक् लुङ् लङ् स्टाग्वोरिच इणः इणः, ओके, सो छै योगः ई, छै योगः एचो अयवायावः गच्छाल् भगिनि, छै छै इति आ इति ऐकारस्य स्थाने आ इति भवति, छाय् छायि छायि अचायि अचायि अचायि, देन् अजि योगः साताम् अत्र सातां नित् नित् नास्ति, मूले छिण्वद्भावः नास्ति अत्र. योगः साताम् वृद्धि नास्ति, छिण् नास्ति, वृद्धि नास्ति, छि एव अस्ति. छि सार्वधाधिकार्धधातुकयोः अपित् दिस् इस् अपित् अपित् सिच् भगिनि सिच् अपित्वम् अपित्वम् इति तत्र आर्धधातुकः अत्र देन् एव्रिथिङ्ग् इस् गुणा देन् अपित् अपित् अपित् नास्ति. सो सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः छी बि छी छे भवति. छे योगः सातां, छे योगः साताम् इति कृते एकारः सो इणः भवति. इणः सकारस्य छिद्वं सो सा भवति. चे शा तु भवति परन्तु अनेन सूत्रेण न, सामान्यसूत्रेणैव. ओके, सकारः इणः आदेशप्रत्ययोः आदेशप्रत्ययोः इत्यनेन एव साताम् इति शातां भवति. शाता सो चे शाताम् अचेशाताम् अचेशाताम् अचेशत या सो अचायि अचेशाताम् अचेशत. देन् स्थाः स्थाः स्थाः अपि अचेशात् नो स्था स्था सकारः लोपः भवति वा? चिन्तनं करणीयं तदेव. वाट् वास् एक्स्ट्रा ह्रस्वात् अङ्गात् सिचः ह्रस्वान्त अङ्गात् सिचः लोपः भवति जलीपरे. जलीपरे ह्रस्वान्तात् अङ्गात् छि एव भवति, ह्रस्व अङ्ग अस्ति. सिचः लोपः भवति जलीपरे. जकारः ठकारः जल् जलीपरे. सो ह्रस्वात् अङ्गात् सिचः लोपः, सो सकारः लोपः भवति. छे परन्तु सूत्रसङ्ख्या पश्यतु भगिनि, तावदेव अत्र चिन्तनम्. ओके, ह्रस्वात् अङ्गात् 8 to 28 लोपः भवति जलीपरे. ओ अचे अचे इति भवति भगिनि अचे. सामान्यतया तत्र यदा पूर्वं तत्र द्विवचने प्रथमपुरुषद्विवचने बहुवचने कृतवती, तत्र तु गुणस्य प्रसक्तिः आसीत् किल सार्वधातुकस्य सङ्ख्या, तद् तु अङ्गकार्यं सार्वधातुकार्धधातुक 7-3 किल सार्वधातुकार्धधातुकयो. सो अचे एव भवति या अचे भगिनि. सत्यम्. अचे अचे अचे अचेताः अचेताः इत्येव भवति. अचेस्ताः स्ताः एव, तत्र सकारलोपः न भवति. किमर्थं भगिनि? तत्र इदानीं ह्रस्वः नास्ति किल, एकारः भवति. सो ह्रस्वान्तात् अङ्गः नास्ति, सिचः न लोपः. अस्तु भगिनि. सो अचेस्ताः चेष्टाः चे ओ दट् इस् अगेन् आदेशप्रत्ययोः सकारः प्रत्यय अत्र. अचेष्टाः बन्ताः स्तोः नो न स्टुनाष्टुः भवति वा? अचे अचेष्टाः अचेष्टाः एवमेव अचे स्तोवशुनाशु अत्र न कार्यं करोति, आकारः अस्ति. ओके, अचे अचे शाथाम्. ओके, देन् मध्यमपुरुष बहुवचनं अचे अचेद्वम् अचेद्वम् इणः शीद्वं भवति वा? इणः अचे इणः अस्ति, इणः अङ्गात् द्वं दकारस्य मूर्धन्यः अचे दकारस्य मूध्वं सीयुट् अत्र नास्ति न भगिनि सीयुट् नास्ति परन्तु लुङ् अस्ति किल इणः उत्तरस्य लुङ् ओके लुङ् शी द्वं सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः आम् सो प्रत्ययः गिट्स् लास्ट् ओके अचे द्वम् अचेड्वम् अचेड्वं भवति अचेड्वं देन् इन् देन् अचे अचे षि भवति उत्तमपुरुषाय एकवचनम् अचेषि अचेष्वहि अचेष्मसि समीचीनम् अचायि अचेषाताम् अचेषत अचेष्टाः अचेषाताम् अचेड्वम् अचेषि अचेष्वहि अचेष्महि यद्यपि तत्र ह्रस्वादङ्गात् इत्यस्य प्रसक्तिः अस्ति तदापि तत् सपाद क्षम्यतां त्रिपादीसूत्रम् इति कृत्वा सार्वधातुपार्धधातुकयोः इत्यस्य एव बलम् अतः तस्य कार्यं भवति अङ्गकार्यमपि अस्ति इति कृत्वा तदेव भवति ह्रस्वादङ्गात् न भवति तत्र तस्य निमित्तानि तु पूरितानि एव परन्तु कार्यं न भवति तावदेव अत्र इकारः सम्यक् धन्यवादः भगिनि इदानीम् अपक्षे वक्तव्यं किल चिन्वत् पक्षे वक्तव्यं विजय भगिनि अत्रापि आम् कार्यं तु अस्ति एव अस्तु विचार भगिनी एव वदतु इति वदति भगिनि अनिट् एव अनिट् अनिट् बट् चिन्वत् भावः नास्ति चेत् चिन्वत् भावः नास्ति चेत् तत्र नास्ति इत्येव भवती उक्तवती इदानीं यद् अस्ति तद् वक्तव्यम् ओ तद् अस्ति तद् सेट् स्यासित् सीयुट् इत्यनेन तत्र इडागमः भवति किल ओ ऐ सि स्यस् ओ या स्यस् सीयुट् तासिषु संथिङ्ग् लैक् दट् Bagini, for me also, the lung is totally new. Anyway, it's okay. Tatra kevalam da pratyayah dhatu, tatra yatra yatra sutrani yojaniyani. Tatra latte lot asmakam parichitani, we don't use lung ataheva etatrisha. So, karmani bhave set sich pratyayena. Tavadeva. So, prathamapurusha ekavachanam. अचियोगः इ एव भवति इ एव भवति सो अचे अचायि एव भवति समीचीनम् अचायि एव तत्र भिन्न भिन्नत्वं न भवति सर्वत्र यदा ऊकारः ऋकारः यत्किमपि पश्यामः प्रथमपुरुष एकवचनं अन्य क्षम्यतां चिन्वत् पक्षे अपक्षे समानमेव अचेयोगः ईशाताम् अचेयोगः ईशाताम् अचे सन्धिकार्यमेव भगिनि अचे अचेयोगः ईशाताम् किमर्थम् एकारः अचि एव किल दातु अचियोगः ईशाताम् सेट् सिच् प्रत्ययेन ओके इशाताम् इति प्रत्ययः इशाताम् ओ ओ ऐसि ओके सो सार्वधातुक बट् चि इति इकारान्तधातु भगिनि सो सार्वधातुक आर्धधातुकयोः प्रसक्तिः नास्ति वा नास्ति इदानीं तत्र इशाताम् इति इडागमः अभवत् किल तत्र अनन्तरं तत्तु चिन् अस्ति आरोपितम् नित्वम् आरोपितम् ओके सो नित्वम् आरोपितं देन् छि छै इति भवति वा ओके अचै अचै योगः इशातां छै छै योगः इशातां देन् सन्धिकार्यमेव एचो अयमायावः अचाय अचाय यकार इकार ईशाताम् अच्छा ईशाताम् अस्तु भगिनि चिन्वद् बाबः आरोपितम् अस्ति चेत् इत्यस्य कृते वृद्धिः भवति अत्र सो सो वृद्धि थ्रूऔट् वृद्धि ओके ओके अच्छै योगः ईशातां सन्धिकार्यम् अच्छा यकार इकार ईशाताम् अच्छा ईशाताम् अच्छा ईशत अच्छा इष्टाः अच्छा इषाथाम् शाथाम् अच्छा ईढ्वम् अत्र चिन्तनं करोतु तत्र अच्छा ईढ्वम् इणः अच्छा ईढ्वम् अच्छा यकारः ओ यकारः देन् इणः अच्छा इणः शीध्वम् इणः अङ्गात् शीध्वं लुङ् लिटां दः इणः अङ्गात् इणः अङ्गात् अथवा विभाषे इणः इटः शीध्वम् ओ ओके विभाष इणः अचाय बट् इणः नास्ति चेत् अचाय किल परणकारः इण् सर्वदा आं भगिनि आं यकारः परणकारः सो अच्छा इणः अत्र अस्ति आं सो इणः इटः अस्ति सो दह मूर्धन्यः अप्पदान्तस्य विभाषा संहिता सो दह मूर्धन्यः भवति भगिनि विभाषा टे इत्यनेन विभाषा टे इत्यनेन सो इड्वं भवति रूपद्वयं भवति विभाषा किल ओ विभाषा अचा इड्वम् अचा इड्वम् सत्यम् ओके अस्तु भगिनि सो अचायि अचा ईशात न न वाट् डिड् बि से अचायि अचा यकारैकार अचा ईशाताम् अचा ईशत अचा इष्टाः अचा ईशाताम् अचा ईद्वम् अचा ईद्वम् अचा ईषि अचा ईश्वहि अचा ईश्वहि यकारैकार ओके तावदेव अत्र एकमेव तत्र मध्यमपुरुष बहुवचने रूपद्वयम् इत्वम् इत्वम् विभाषेटः इत्यनेन अनन्तरं तत्र गुणः न भवति किमर्थम् इत्युक्ते तत्र चिन्वद् इत्यनेन नित्वम् आरोपितम् अतः अचोणिति इत्यनेन वृद्धिः एव तावदेव कार्यम् अन्यत् किमपि नास्ति समीचीनं धन्यवादः विद्याभगिनी अत्र अग्रे पठति वा ऊकारः उकारान्ताः ऊकारान्ताः धातवः लू धातुः चेत् लू धातुः चेत् रूपाणि परिशीलनीयानि इदानीम् उपरि उपरि गच्छतु तत्र रूपाणि परिशीलनीयानि किल उपरि गच्छतु तत्र सिद्धरूप सिद्धप्रत्ययाः सन्ति कर्मणि भावे अनेट् सिच् प्रत्ययेन निष्पन्नाः कर्मणि भावे सेट् सिच् प्रत्ययेन निष्पन्नाः इति टु सेट् प्रत्ययाः सन्ति तत्र इदानीं यद् भवती पठितवती लू इति सेट् धातुः अस्ति अतः सर्वत्र इकारः भवति एव प्रथमं चिन्वत् पक्षे वा अपक्षे वा यत्किमपि चित्वा तत्र रूपं साधनीयानि अलु योगः इ प्रथमम् अलु अलु अलु इति भवति अलु योगः इ इदानीम् अत्र दीर्घ ऊकारः अस्ति अतः तत्र ऊकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोगः चिन् नित् चिन् इति निर्त अस्ति, अतः गुणबाधितं वृद्धिः एव, अचोमिति इत्यनेन वृद्धिः भवति अलौ. अतः अनन्तरं अतः तत्र अलू योगः इ अस्ति. इदानीं अत्र उकारस्य वृत्तिवर्णः औकारः, अचोनिति अचोनिति इत्यनेन दीर्घ ऊकारस्य स्थाने ओकारः भवति, अलौ इति भवति ओकारः, अलौ इति भवति, अलौ योगः इ. इदानीं मात्र अलोयि सन्धिकार्यं सन्धिकार्यम् एचोयवाय औकारः औकारस्थाने इदानीम् औ भवति, औ इति भवति, अलौ इ इति भवति, अलावि. सत्यम्, अलावि इति रूपं. समीचीनम्. इदानीं अलौ योगः साताम् इति अस्ति किल, इदानीं तत्र इडागमः भवति, अतः इशाथाम् इत्येव रूपम् अत्रापि. रूपं किं भवति इदानीम् अलावि भवति, अनन्तरम् इशाताम् इति भवति खलु महोदय, इशाताम् द्विवचनम् इशाताम् इति भवति. तादृशमेव तत्र अचोनिति इत्यनेन औकारः भवति, योगः इशाताम् इशाताम् तत्रापि आव् भवति, एचो यवा याव एचो यवा यावः इत्यनेन आव् आवीशत आवीशाताम् इति भवति. अलाविशाताम् इति भवति, अलाविशाताम् इदानीम् अलावि अलावि अलाविशत अलाविशत इति भवति. इदानीम् अत्र इष्टाः इति भवति, इष्टाः तादृशमेव इकारः एव पूर्वं तिष्ठति परे तिष्ठति, तत्रापि अलाविष्टाः इति भवति, अलाविष्टाः अत्र वर्णमेलनं प्रथमं सन्धिकार्यं भवति, अनन्तरं वर्णमेलनमेव अलाविष्टाः इति भवति, अनन्तरं ईशाखाम् इति भवति, तादृशमेव अत्र साम् इति भवति, अलाविषाथाम् इति भवति, अनन्तरं त्वं भवति अत्र नमस्ते इड्वम् इति भवति. सत्यम्. एकनिमिषं विजया भगिनी, किं श्रीवल्ली भगिनी? अहम् अद्य केवलं शृणोमि. नास्ति चिन्ता. इदानीं वयं लू इति ऊकारान्तधातोः रूपाणि तस्मिन् तत्र आं वदतु विजया भगिनी. सत्यम्. अनन्तरं विषि भवति, अलाविषि इति भवति, अलाविषि इति भवति, अनन्तरं अला ईश्वहि इति भवति महोदय, अस्ति वा? आम् सत्यं सत्यम् अहम् अस्मि. आम् अलाविष्महि इति भवति. एतत् चिन्वत् भाव चिन्वत् भावे खलु महोदय. इदानीम् अभावे इति अपि वदतु, तत्र एकमेव कार्यम् अस्ति, पृथक् भवति, अन्ये रूपाणि तु समानानि एव, अन्यानि रूपाणि, केवलं मध्यमपुरुष बहुवचने यत्र ध्वम् इति अस्ति इदानीम् इद्वम् इति रूपं भवति. इकारः किमर्थम् इत्युक्ते सेट् अस्ति धातुः, लू इति धातुः सेट् इति कृत्वा इद्वम् इति भवति. अलू योगः इद्वम्, तत्र रूपद्वयं भवति विभाषेटः इत्यनेन, अतः रूपमेव वक्तव्यम्. अलू योगः इद्वं विभाषेटः इत्यनेन किं भवति? अलू योगः अत्रापि प्लेट् अस्ति यु, अतः सर्वत्र इत्वम् इति भवति, न मध्यपुरुषबहुवचने इत्वम्. इदानीं तत्रापि एचो एव यावः कार्यं करोति, अतः अला इति भवति, अला इत्वम् इति भवति एकुरु एकस्मिन् पक्षे, अनन्तरम् अन्यस्मिन् पक्षे अला इत्वम् इति भवति चतुर्थदकारः. सत्यं विभाषेटः इति. अन्यत्र सर्वत्र समानं, यदा भवती उक्तवती किल अचिन्वद् भावे किं भवति इति, समानमेव अत्रापि भवति. किमर्थम् इत्युक्ते सेट् अस्ति इति. इशातां तत्रापि आदेशप्रत्ययोः इशातां समानं रूपमेव. समीचीनं, धन्यवादः. स्पष्टम् अस्ति किल? उषा भगिनी अग्रिमं कुटादयः. अस्तु भगिनि, कुटादयः. कुटादयः इति अन्तर्गणः, तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति. अस्मिन् अन्तर्गणे कुट इत्यस्मात् आरभ्य खुड् कुङ् कुङ् इत्यन्तं 35 पञ्चत्रिंशत् दातवः सन्ति. ओके, कुट् आरम्भ कुङ् इत्यर्थम् ओके 35 येषु आधिक्येन हलन्ताः उद् उपदा धातवः सन्ति. ओके, उद् उपदा. किन्तु पञ्च अजन्तदातवः अपि सन्ति. कु गु धृ नु धृ आधिक्येन हलन्ताः उद् उपदा धातवः. ओके, पञ्च एव अजन्तदातवः. अत्र अजन्तदातुविषये कु गु धृ नु धृ. अग्रे पठामि वा भगिनि? गात्र एकनिमिषं भगिनि, वयं तु उकारान्तं दृष्टवन्तः किल, ऊकारान्तापि भवेत् किल? किं नोन तद् विस्मृतवन्तः. नोनः कुटादयः तस्मिन्नेव अस्ति वा? उकारान्तः अस्ति. ऊकारान्तः उकारान्तदातोः न प्रदर्शितं वा? उकारान्तदातुः ऐ गेस् ओन्लि कुटादित्य. ओ अस्तु, कुटादयः इति अन्तर्गतः. अस्तु भगिनि, क्षम्यताम्. आं पठतु. गाङ् कुटादिभ्यो नित् नित् नित् गाङ् आदेश गाड् आर् गाङ्ग् गाङ्ग् आदेशात् कुटादिधातुभ्यः च नित् नित् भिन्नप्रत्ययः नित्वत् भवति. नित् अथवा नित् अस्ति चेत् एव कार्यं, बट् नित् नित् भिन्नप्रत्ययः नित्वत् भवति कुटादिधातुभ्यः. ओके, नित् नित् भिन्नप्रत्ययः नित्वत् भवति. कुट आदिर् येषां ते कुटादयः बहुव्रीहिः. गाङ् च कुटादयश्च ते गाङ् कुटादयः तेभ्यः गाङ् कुटादिभ्यः. ञकारः च णकारः च तयोः इतरेतरद्वन्द्वः णौ णौ इतौ यस्य च नित् नित् द्वन्द्वगर्भो बहुव्रीहौ बहुव्रीहिः नित् णित् अणित् णित् तत्पुरुष नञ् तत्पुरुषः सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः अणित् णित् णित्वत् भवति. आम् गाङ्कुटादिभ्यः इति धातोः कृते णित् अथवा णित् प्रत्ययः नास्ति चेत् भिन्नप्रत्ययः भिन्नप्रत्ययः परः अस्ति चेत् तत् प्रत्ययाः णित्वत् भवति इति सूत्रं वदति. गाङ्कुटादिभ्यो णित् गाङ्कुटादिभ्यो अङ् अणित् णित् णित्वत् भवति. सत्यं भगिनि, आरोपितमेव णित्वत् आरोपितम् आरोपितं. सो कु गु दृ इति धातवः अनिटः कुरु ओके धातवः अनिटः येषां रूपाणि समानानि कु धातोः रूपाणि परिशीलनीयानि. उकारान्तदातवः सर्वे शेट्यः. कु धातोः अनिटः अग्रिमविषये तद् नो नः विषये एतत्तु इदानीं कु धातुः अनिट् इत्यस्य कृते गाङ्कुटादिभ्यो नित्य नित् परः नित्वत् ओके कर्मणि भावे अनिट् ई सातां सत ओके ई चिन्वद्भावः अस्ति ओके कु णित्वत् चिन्वत् इति कृते वृद्धिः भवति अचोन्युनिति इत्यनेन कु इति कौ भवति कौ योगः ई अकावि अकावि भवति अकावि. अनन्तरं प्रथमपुरुष द्विवचनं अकु योगः सातां सातां अत्र छिन् नास्ति णित्वत् इव भवति गाङ्कुटादिभ्यो अङित् णित् इत्यनेन णित्वत् भवति वृद्धिकार्यं नास्ति गुणा नास्ति सो अकु अकु अकु शाताम् आदेशप्रत्ययोः अकुशाताम् समीचीनं वा भगिनि? अकुशाताम् अकुशाताम् एवमेव अकुशत एवमेव आल्द् प्रत्ययः सर्वे प्रत्ययाः णित्वत् भवति एव ओके अकु अकुशाताम् अकुशत देन् अकु स्थाः स्थाः अकुष्ठाः वा अकुष्ठाः अकुष्ठाः. इदानीं चिन्तनं करोतु अत्र ह्रस्वादङ्गात् भवति वा? ओ ह्रस्व अङ्ग अस्ति भगिनि उकारः कु अकु ह्रस्वादङ्गात् ह्रस्वादङ्गात् शिचः लोपः भवति जलि परे तकारः जल् सकारः अस्ति ह्रस्वात् अङ्गात् सिचः सिच् लोपः भवति सो अकु सकारः लोपः अकुताः अकु अकुताः एव सत्यम् अकुताः अकुताः अकुताः अकु शाथाम् अकु द्वम् द्वम् अकु द्वम् लुङ्लिटां लुङ्लिटां दह मूर्धन्यः इणः अङ्गात् इणः अस्ति शीद्वं लुङ्लिटां दह मूर्धन्यः आम् इणः शीद्वं लुङ्लिटाम् इत्यनेन एव दह मूर्धन्यः भवति अकु द्वम् अकुड्वम् अकुड्वम् अकु शी भवति आदेशप्रत्ययोः अकुशी अकुष्महि अकुष्महि सत्यं कावि ह्रस्वातङ्गात् भवति वा स्वहि स्महि वकारः झल् झल् नो नो न झल् नास्ति सत्यं केवलम् एकस्मिन् तत्र मध्यमपुरुषे एकवचने एव तस्य शक्तिः अतः अकावि अकुशाताम् अकुशत अकुताः तत्र एव ह्रस्वातङ्गात् किमर्थम् इत्युक्ते तत्र तु अस्माकं गुणः गुणस्य निषेधः किल अतः तस्य प्रसक्तिः ह्रस्वातङ्गात् अकुशाताम् अकुड्वम् इणः अङ्गात् तद् सूत्रम् अकुशी अकुष्वहि अकुष्महि इणः किम् अस्ति सूत्रम् इणः शीध्वं लुङ्लिटाम् इत्यनेन अग्रिमपक्षे इदानीं चिन्वद् इति उक्तवती किल न चिन्वद् अपक्षे उक्तवती चिन्वत् चिन्वत् पक्षे चिन्वत् पक्षे ई इशाताम् ओके ई इशाताम् इशत चिन्वत् पक्षे चिन्वत् अपक्षे नित्वत् भवति वा तत् सूत्रं गाङ्कुटादिभ्यो गाङ्कुटादिभ्यो अङित् णित् णित्वत् भवति तदेव पुनः तत् पश्यतु णित् णित् भिन्नप्रत्ययः भवेत् इत्येव अस्ति इदानीं वयं तु चिन्वद् कुर्मः स्यासित्सियुक्तासिषु भावकर्मणोः इत्यनेन एव तत्र चिन्वद् आरोपितं चिन्वद् णित् अस्ति अतः णित् णित् प्रत्ययः भिन्नः नास्ति अवगतं वा अतः गाङ्गुटादिभ्याम् इत्यस्य आवश्यकता नास्ति नास्ति स्वयमेव तत् चिन्वद् अस्ति क्षम्यतां णित् अस्ति णित् अस्ति सर्वे प्रत्ययः चिन्वत् भवति चिन्वत् भवति इत्यनेन चिन्वत् इत्यनेन वृद्धिकार्यं भवति सो कु इति कौ इति भवति अकौ अकौ योगः प्रथमपुरुषे एकवचनम् अकौ योगः चि अकौ योगः चि अकावि एव भवति मध्यम एकं द्विवचनम् अकौ योगः इशातां वृद्धिः भवति सो अकौ इति भवति अकौ योगः इशाताम् अकाविशाताम् अकाविशाताम् देन् अकाविशत अकाविशत सर्वे वृद्धि अनन्तरम् एचो अयवायावः अकाविशत अकाविष्ठाः अकाविशाताम् अकावि अकाविद्वम् अकाविद्वम् इणः इतः सो इणः अस्ति एकारः अस्ति अनन्तरम् इकारः अपि अस्ति इतः परस्य द्वं सो विभाषार्थे सो अकाविद्वम् अकाविद्वम् अकाविषि अकाविश्वहि अकाविश्महि सत्यं समीचीनं तावदेव अत्र तत्र चिन्वद् इत्यनेन णित् अस्ति समान आचोणिति इत्यस्य एव कार्यम् एचो एवः सत्र समीचीनं धन्यवादः अस्य वयं वाक्ये वा तत्र सम्भाषणे प्रयोगं कुर्मः तदा एव तस्य उपयोगमस्ति तत्तु वयं न कुर्मः किल अतः किञ्चित् क्लेशाय भवति वयं तु अकुषि इति वा अकुष्वहि इति वा किमपि न वदामः किल सर्वत्र वयं लङ्लकारस्य अथवा तत्र तवतु प्रत्ययस्य एव प्रयोगं कुर्मः अतः किञ्चित् क्लेशम् अनुभवामः परन्तु कर्त्रर्थे अपि कर्त्रर्थे लुङ् अपि कुर्मः किल परन्तु तद् परन्तु सत्यं परन्तु यदा पूर्वस्मिन् गद्यं एतादृशं पठामः चेत् तत्र लुङ्लकारस्य एव अधिकप्रयोगः भवति तत्र एकम् अस्ति अहं प्रायः प्रेषयामि, तत्र दीर्घदीर्घसमासः भवति, प्रायः विजया भगिनी पठितवती इति चिन्तयामि, समर्था मध्ये तत्र गद्यसङ्ग्रहः इति एकं पुस्तकमस्ति, तत्र गद्यानि एव, तत्र सर्वत्र लुङ्लकारस्य प्रयोगः एव भवति. इदानीमपि गतसप्ताहे अपि अस्माकं तत्र भागवतम् इति एकः वर्गः प्रचलति, तत्रापि तत्र लुङ्लकारस्य प्रयोगः श्लोके, तत्र किम् आसीत् इत्युक्ते लुङ्लकारः कर्तरि कर्तरार्थे एव अस्ति, परन्तु वयं तत्र सामान्यतया तस्य प्रयोगं न कुर्मः, अतः तत्र यत्र कुत्रापि पश्यामः चेत् तत्र नूतनतया दृश्यते, परन्तु पूर्वतनकाले तस्य एव प्रयोगः अधिकं, लङ् इत्यस्य तु न्यूनम् एव, तत्र अधिकप्रयोगः. भगिनी सिन्दोस् एक्साम्पल् आम् अहम् आं दास्यामि, अवश्यं पी डि एफ् मध्ये एव अस्ति तत् दास्यामि, तत्र लघुपुस्तकमेव, परन्तु दीर्घदीर्घसमासः भवति, तत्र सर्वत्र लुङ् प्रयोगः, तद् अहं प्रेषयिष्यामि अवश्यं. धन्यवादः धन्यवादः. विजया भगिनी पठति वा ऊकारान्त सर्वे सेटः. धातोः रूपाणि परिशीलनीयानि. अत्र तादृशमेव इदानीं कृतवन्तः खलु महोदय, तादृशमेव तत्र आं सूत्रमपि पठित्वा करोतु भगिनि. नोनः परिचितमेव मूर्धन्यनकारे उपदेश अवस्थायां धातोः आदौ नकारः आदिश्ये नकारस्य स्थाने मूर्धन्यनकारस्य स्थाने दन्त्यनकार आदेशः भवति. नोः अष्ट्यन्तं न प्रथमन्तं द्विपदमिदं सूत्रम् आदेश उपदेशशिद्धि इत्यनेन इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धात्वादेः शः सः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नोः नः उपदेशे अवस्थायां भवति इति चतुर्दत्तम्. अत्र इदानीं नू इति धातुः अस्ति, इदानीं नोणः इति कार्यं करोति, अतः दन्ते नूतननकारस्य स्थाने दन्तनकारः भवति. इदानीं हि स्वीकुर्मः चेत् अत्र दन्तनकारः अनन्तरं हि भवति, अत्र नकार उत्तरमस्ति, अकारः भवति, अकार इकारमेलनेन एकारः भवति. अचोनिति इत्यनेन वृद्धिः भवति, अतः तत्र नौ इति भवति, नौ योगः इकारः. इदानीं नौ स्थाने सन्धिकार्यं भवति एतो एव यावः इत्यनेन नाव् इति भवति, ईकारः मेलनेन नावि इति प्रथमविभक्ति प्रथमपुरुषे एकवचनं भवति. तादृशमेव तत्र इशाताम् इति भवति, नाविशाताम् इति भवति, अनन्तरं नाविशत इति भवति, अनाविशातम् अनाविशात सर्वत्र अडागमः सर्वत्र, अतः अडुगातः इत्यनेन सर्वत्र अडागमः भवति, अनाविशाताम् अनाविशत इति भवति. इदानीं द्वितीयविभक्ति एकवचने इष्टाः इति भवति, अत्रापि अनाविष्टाः इति भवति खलु महोदय, सत्यं सत्यम्, अनाविष्टाः अनाविशात अनाविषत्वम्, अनन्तरम् अनाविशि भवति, अनाविश्वहि अनाविश्वहि इति भवति. एतत् चिन्वत् भावः. इदानीं चिन्वत् अभावे अत्र सेट् अस्ति वा धातुः, पश्यतु एकवारं सेट् ऊकारान्तः सर्वे सेट् सेटः, अतः ईकारः सत्तम् अतः सेट् भवति अतः तत्रापि इदाहमः भवति अनन्तरं तत्र इदानीं भवत्या उक्तम् अत्र सर्वत्र समानमेव परन्तु द्वितीयविभक्ति बहुवचनमेव तत्र इदानीं विभाषाटेः इत्यनेन विभाषेटः इत्यनेन तत्र रूपद्वयं भवति एकस्मिन् पक्षे अनाशीद्वम् इति भवति अन्यस्मिन् पक्षे अनाशीद्वम् इति भवति अनाविद्वम् अनाविद्वम् अनाविद्वम् अनाविद्वम् अनाविद्वम् अनाविद्वम् इति भवति सत्यं सम्यक् द्विभाषेतः सत्यम् सर्वत्र अन्यत् सर्वं समानं यदा भवती कृतवती समानमेव सम्यक् धन्यवादः भगिनि इदानीं कुत्र स्मः विभाषेटः अभवत् अग्रे अग्रे भगिनी उषा भगिनि अग्रे किम् अस्ति ऋकारान्तः वा आम् ऋकारान्तदातः अस्तु भगिनि ऋकारान्तधातवः डुक्रिङ्करणे इति कृ धातुः अनिट् तस्य रूपाणि परिशीलनीयानि ओके कृ धातुः अनिट् अनिट् धातुः कृ छिन्वत् अत्र इति सूत्रं सूत्रम् ओ तत्र किमपि अस्ति कार्यम् ओ ओके उश्च ओके उश्च ऋवर्णान्तधातुतः ऋवर्ण अन्तधातुतः ओके जलातिलिङ्ग् सिच् चित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु ओके ओके ऋवर्ण अन्तधातुतः जलातिलिङ्ग् सिच् चिद्वत् भवतः आत्मनेपदेषु प्रत्ययेषु जलौ आत्मनेपदेषु प्रत्ययेषु इत्यनेन एव कर्मणि भावे अत्र प्रसक्तिः ओके जलौ लिङ्क् सिचौ जलौ लिङ्क् सिचौ इत्यस्मिन् तदादिविधिः तदादिविधिः उहु धातोः इत्यस्मिन् तदन्तविधिः उहु पञ्चमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको जल् इत्यस्मात् वचनपरिणामं कृत्वा जलौ इत्यस्य अनुवृत्तिः इको जल् इत्यनेन जलौ इति भवति लिङ्क् सिचौ आत्मनेपदेषु इत्यस्मात् लिङ्क् सिचौ आत्मनेपदेषु इत्यनयोः अनुवृत्तिः असंयोगात् लिखित् इत्यस्मात् वचनपरिणामं कृत्वा कितौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उहु धातोः जलौ लिङ्क् सिचौ कितौ आत्मनेपदेषु इदं कार्यं अनन्तरं दट् वाट् इस् दट् द अदर् सूत्र दट् वाट् इस् दट् गाङ्कुटादिभ्यो आल् दोस् सूत्र भगिनि 1-2 सो आल् ङित्वत् भवति कित्वत् भवति आरोपणं भवति ङित्वत् आरोपणम् ओके सो उश्च इति सूत्रं वदति ऋवर्णान्तधातुतः उहु उश्च इत्यनेन ऋवर्णान्तधातु सूचयति ऋवर्णान्तधातुतः जलादिलिङ्ग् सिच् प्रत्ययः भवति चेत् तस्य कित्वत् भवति इति आत्मनेपदेषु आत्मनेपदप्रत्ययः जलादिलिङ्ग् सिच् अस्ति चेत् कित्वत् भवति इति सूत्रं वदति ओके उश्च इत्यनेन ऋकारान्तधातुः देन् जल् इको जल् इत्यनेन जलौ इति वचनपरिमाणं भवति ओके जलौ परः अस्ति इति ओके इको जल् अस्तु भगिनि देन् छिन्वत् भावपक्षे छिन्वत् भावः विद्यते नाम सर्वेषु प्रत्ययेषु णित्वत्वम् अस्ति. एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्वं विद्यते चेत् कित्वं न सम्भवति. ओके. चिण्वद्भावपक्षे चिण्वद्भावः विद्यते, नाम सर्वेषु प्रत्ययेषु णित्वत्वम् अस्ति. एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्वं विद्यते चेत् कित्वं न सम्भवति. ह्य सिक्सियुटासिषु भावकर्मणोः उपदेशे अच् जन अज्जन हन् अच् हन् ग्रह दृशां वा चिण्वत् इच्छ. विशिष्टसूत्रं ह्य सिच् सियुटासिषु एव भवति. ओके. अतः चिण्वत् भावपक्षे उश्च इत्यस्य कित्वं प्रबाद्य णित्वमेव प्रवर्तते. अतः चिण्वत् भावपक्षे चिण्वत् अभावपक्षे स्य सिच् सियुटासिषु भावकर्मणोः उपदेशे अङ्ग्रदृशां वा चिण्वत् इच्छ. ओके. दे देन् विशिष्टसूत्रं स्य सिच् सियुटासिषु एव भवति. अत्र चिण्वत् भावपक्षे मुश्च इत्येन कित्वं प्रबाद्य णित्वमेव प्रवर्तते. ओके. न एकनिमिषं. चिण्वत् भावपक्षे चिण्वत् भावः विद्यते, चिण्वत् अभावपक्षे उश्च इत्यनेन भवति इत्येव अस्ति किल. चिण्वत् अन्तिमवाक्ये भगिनि, अतः चिण्वत् भावपक्षे इत्येव गिवन् प्रथमं. अस्ति अस्ति, अवगतं. क्षम्यतां, तत्र किम् उक्तम् इत्युक्ते कित्वं प्रभाद्य णित्वमेव प्रवर्तते. सत्यं, तत्र कित्वं यद् ऊश्च इत्यनेन भवेत् तद् न भवति. किमर्थम् इत्युक्ते एकमेव आरोपणीयं, तद् णित्वं पूर्वमेव विशिष्टसूत्रेण आरोपितम् इति कृत्वा तदेव भवति इति. चिन्वत् अभावपक्षे रुश्च इत्यनेन यदा प्रसक्तिः अस्ति चेत् भवति. अनिट् एव किल, अनिट् इत्युक्ते साताम् इति भवति. साताम् इति जल् एव किल, जलौ लिङ्ग् सिचौ जल् एव किल. अतः तत्र भवति चिन्वद् अभावे उश्च इत्यस्य उश्च इत्यनेन कित्वम् आरोपितम्. समीचीनम्. उश्च इत्यनेन कित्वं, परन्तु भगिनि प्रभाद्य नित्वम् एव प्रवर्तते इति दत्तमस्ति. तद् चिन्वद् चिन्वद् पक्षे अपक्षे चिन्वत् अभावपक्षे चिन्वत् भावपक्षे भावपक्षे भावपक्षे णित्वमेव स्यासित् स्युत् इत्यनेन. अभावे अभावे अहं वदामि, तत्र उश्च कित्वमारोपितम्. अतः एकस्मिन् पक्षे णित्वम्, अन्यस्मिन् पक्षे कित्वं कित्वं पश्यामः. तत्र रूपं साधयामः चेत् स्पष्टं भवति. कृदातुः आरम्भं करोतु भगिनि. कित्वं चेदपि गुणनिषेधः एव. कित् ङिति च किल, कित् ङित् तत्रापि गुणः न भवति, वृद्धिः एव. वृद्धिः अपि न भवति. ङित् णित् अस्ति चेदेव वृद्धिः किल, अचोणिति तदपि न भवति. कृ धातुः प्रथमपुरुष एकवचनं, अनिट् अनिट् प्रत्ययः. सो अनिट् ई सातां सत ई सातां सत अकृ योगः ई चिण्वत् पक्षे. सो चिण्वत् बाबा अकृ अत्र चिण्वत् भवति भगिनि. प्रथमपुरुष एकवचनं चिण्वत् भवति, वृद्धिकार्यं भवति, कृ इति कार् इति भवति, तत्र भवति सत्यं तत्र समीचीनम्. अनन्तरं सातां चिण्वत् अभावपक्षे अत्र प्रथमम् अकारि इति भवति खलु महोदय, प्रथमम् अकारि सत्यम्, अकृयोगः साताम् अत्र चिन्वत् अभावपक्षे, चिन्वत् अभावः चिन्वत् अभावपक्षे इति कृते चिन्वत् अभाव उष्ट्यनेन कित्वं भवति. चिन्वत् ओके केशः नो गुण ऐल् थिङ्क् अबौट् न, सामान्यतया ऋकारः अस्ति चेत् गुणः भवति किल, तत्र लघु इक् क्षम्यताम् इक् वर्णः इति कृत्वा भवति, परन्तु इदानीं कित्वम् आरोपितं साताम् इति कित् अतः गुणः नास्ति अकृयोगः स्थाः ओ ह्रस्वतङ्गात् पिल्ला अप्लै सकारः सकारलोपः भवति महोदय, इत्युक्ते गुणकार्यं भवति एव खलु चित्वम् इति चित्वं चेत् निति च इत्यनेन गुणनिषेधः किल, सो अकृयोगः स्थाः इति कृते ह्रस्वात् अङ्गात् इत्यनेन सकारलोपः भवति, सो अकृ अकृताः एव भवति. देन् अकृयोगः साताम् अकृयोगः साताम् अकृशाथां भवति, देन् अकृयोगः द्वम् अकृद्वम् अकृद्वम् नो विभाषेतः नास्ति अत्र इणः शीद्वं लुङ्लिटां द्वोः अङ्गात् इणः शीद्वम् इणः अस्ति शीद्वम् इणः शीद्वम् इत्यनेन एकमेव रूपम् अकृड्वम् अकृड्वम् अकृयोगः सि अकृषि देन् अकृयोगः स्वहि अकृष्वहि अकृष्मः समीचीनं सम्यक् तावदेव, तत्र अन्यत् किमपि कार्यं नास्ति. इदानीम् अनन्तरं सेट् सिच् प्रत्ययेन अत्र चिण्वद्भावः अस्ति, चिण्वद्भावः अस्ति चेत् कित्ङित् नास्ति, कित् उश्च न कार्यं करोति, उश्च प्रबाद्य चिण्वद्भावम् आरोपितम्. ओके सो प्रथमम् अकारि एव भवति, प्रथमपुरुष एकवचनम् अकारि एव भवति, प्रथमपुरुष द्विवचनम् अकृयोगः ईशाताम् अत्र चिण्वद्भावः अस्ति, चिण्वद्भावः अस्ति सो अकृ सो अकार अकारिशाताम् ओके अकारिशाताम् सो सर्व सर्वे अकारिशाताम् अकारिशत अकारिष्टाः अकारिशाताम् अकारि ओ अत्र द्वयो द्विरूपं भवति विभाषेटः इत्यनेन अकारि द्वम् अकारिद्वम् देन् अकारिषि अकारिष्वकि अकारिष्मकि समीचीनं तावदेव, अत्र ऊश्च इत्यनेन चिन्वद् अपक्षे कार्यं भवति, चिन्वद् पक्षे तु णित्वम् आरोपितम् इति कृत्वा ऊश्च इत्यस्य कार्यं नास्ति तावदेव अत्र. सम्यक्, इतोपि एकः धातुः कुर्मः, विजया भगिनी धन्यवादः. अन्तर्निवादः तत्र ऋकारान्तः एव अद्य कृत्वा समापयामः. तृ धातुः सेट् अस्ति दीर्घ ऋकार ऋकारान्तदातवः सेट् भवति अत्र सर्वत्र इदाहमः भवति एव तादृशमेव अत्र तृ तर् भवति अनुनिति इत्यनेन वृद्धिः भवति. किं वदति भवती चिन्वद् वदति वा अपक्षे वदति वा अतारि अतारि इति साधु एव अग्रे अग्रे चिन्तनं कुर्मः. अत्र योगः वदतु अतारि एकवचनं भवति वृद्धिः भवति अतारि इति भवति ई योजनेन अतारि इति भवति अनन्तरं ईशाताम् इति भवति अतारीशाताम् इति भवति दीर्घ ईकारः ह्रस्वः एव तत्र सेट् एव आसीत् किल तृ धातुः. आम् अत्र सर्वत्र सेट् एव खलु सेट् सेट् एव ऋकारः अत्र योगः ईशातां तत्र ईशाताम् इति कृत्वा तत्र अचोणिति सत्यं करोतु भवती अतारीशाताम् इति भवति अतारीशत अतारीष्टाः अतारीशाताम् अतारीष्वम् अतारिषिः अत्र न अतारिषि अतारिष्वहि अतारिष्महि तादृशम् एव अचारिड्वं भवति अनन्तरम् अचारिषि अतारिषि अतारिष्वहि अतारिष्महि अत्र किंवत् अभावे तादृशमेव भवति परन्तु अत्र मध्यमपुरुष बहुवचने विभाषाटेः इत्यनेन रूपं द्वयं भवति अतः अतारि अतारिष्वम् अतारिष्वम् अतारि अतारिड्वम् अतारिद्वम् इश् नास्ति. आमामाम् अतारिद्वम् अतारित्वम् सत्यं मूर्धन्य आदेशः सत्यं तावदेव समीचीनं. यत्र यत्र सेट् अस्ति तत्र मध्यमपुरुषे एकवचने एव किञ्चित् भेदः. आं सत्यं सत्यम् अत्र अद्य प्रायः अत्र समापयामः. अग्रे किम् अस्ति इत्युक्ते तत्र स्थानिवत् आदेशो अनल्विदः पुनः आगच्छति अतः किञ्चित् तस्य विषये अष्टाध्यायी डाट् काम् मध्ये दृष्ट्वा आगच्छन्तु अग्रिमसप्ताहे. तत्र चिन्वत् पक्षे मध्यमपुरुष एकवचनस्य हन् धातोः वयं पूर्वं बहुपूर्वं कृतवन्तः परन्तु तस्य पुनरावलोकनं पुनः भवति तद् अग्रिमसप्ताहे किञ्चित् द्रक्ष्यामः. अधुपदधातुः तदेव हन् धातुः अनन्तरं सर्वं सम्यक् एव. अस्तु अद्य किञ्चित् अन्ये अपि न आगतवन्तः इति कृत्वा समापयामः. अस्तु वा अस्तु भगिनि धन्यवादः नमस्कारः नमस्ते.